read from the beginning only. I forgot to switch on the recording. Okay. Trichakabhyam kartari. Kartrarte yaha trich pratyaha aka pratyaha cha vihitaha tadantena subantena saha कृत्योगे कर्मणि या षष्ठी प्राप्ता सा न समस्यते. कृत्योगे कर्मणि या षष्ठी प्राप्ता कर्तृकर्मणोः कृति इत्यनेन तदन्तस्य सुबन्तस्य कर्तृत्वे तृच् प्रत्यान्तेन अकशब्दान्तेन च सह न समस्यते. ओके. कर्त्रर्थे यः तृच् प्रत्ययः अथवा अकप्रत्ययः विहितः तदन्तेन सुबन्तेन सह कृत्योगे कर्मणि या षष्ठी अथवा कृत्योगे कृत्योगे कर्मणि या षष्ठी कृत्योगे कर्मणि या षष्ठी प्राप्ता दाट् विच् वास् ब्राट् अबौट् बै दाट् कृत्योगे कर्मणि या षष्ठी प्राप्ता सा न समस्यते. तादृश षष्ठी तृच् प्रत्ययः कर्त्रार्थे अस्ति चेत् अथवा अकप्रत्ययः कर्त्रार्थे सूचयति चेत् कृत्योगे षष्ठी न समस्यते. ओके. कृत्योगे कर्मणि या षष्ठी प्राप्ता कर्तृकर्मणोः कृति इत्यनेन तदन्तस्य सुबन्तस्य कर्त्रार्थे तृच् प्रत्ययान्तेन अकशब्दान्तेन अकशब्दान्तेन च सह न समस्यते. कृत्योगे कर्मणि षष्ठी न समस्यते. अकशब्देन ण्वुल् प्रत्ययस्य ग्रहणं भवति. ण्वुल् तृचौ इति सूत्रेण ण्वुल् प्रत्ययः विधीयते. अनुबन्धलोपानन्तरम् ऊ इति अवशिष्यते. युवोरनाकौ इति सूत्रेण ऊ इत्यस्य स्थाने अख इति आदेशः भवति. अतः त्रिजकाभ्यां कर्तरि इति सूत्रे अख इति शब्दस्य द्वारा ण्वुल् प्रत्ययान्तस्य एव ग्रहणं भवति. अख इति शब्दस्य द्वारा ण्वुल् प्रत्ययान्तस्य एव ग्रहणं भवति. कर्तरि इति पदं त्रिजकाभ्याम् इति पदस्य विशेषणम् अर्थात् तृच् प्रत्ययः अथवा अकप्रत्ययः कर्त्रर्थे विहितः इत्यर्थः. तृच् प्रत्ययः ण्वुल् प्रत्ययः च कृत् प्रत्ययौ स्तः. कर्तृकर्मणोः कृति इति सूत्रेण कृत् प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति. कर्तृकर्मणोः कृति इति सूत्रेण कृत् प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति एवं वक्तुम् अर्हति. ओके. तृच् च अकश्च तयोः इतरेतरयोगद्वन्द्वः त्रिजकौ ताभ्यां त्रिजकाभ्यां. त्रिजकाभ्यां तृतीयान्तं कर्तरि सप्तमीयन्तं सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप्रत्ययस्य अनुवृत्तिः भवति. प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सहसुपा इत्यस्य अधिकारः षष्ठी इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः न निर्धारणे इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः तत्पुरुषः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं षष्ठी सुप् कर्तरी त्रिजकाभ्यां सुभ्यां सह न तत्पुरुषसमासः. अस्तु महोदय. षष्ठी सुप् षष्ट्यन्तसुबन्तं त्रिजकाभ्यां सुभ्यां कर्तरि तृच् प्रत्ययः अथवा अकप्रत्ययः अन्तशब्देन कर्त्रार्थे सुबन्तपदं षष्ठी सुबन्तपदेन न समस्यते. तत्पुरुषसमासः भवति इति अनुवृत्तिसहितसूत्रं वदति. वयं ज्ञातवन्तः तृच् प्रत्ययः कर्त्रार्थे विधीयते. अकप्रत्यार्थे अपि कर्त्रार्थे विधीयते. तृच् प्रत्ययः इति चेत् पठितृ पठितृ रामः पुस्तकं पठति इफ् ऐ से देन् पठितृ तृच् प्रत्ययः इत्यस्येन इत्येन कर्ता सूचयति चेत् पठितृ इति पठितृ अथवा पठिता पठिता इति भवति लैक् पितृ बिकम्स् पिता नेतृ नेता एवमेव पठितृ बिकम्स् पठिता सो रामः पठिता रामः पठिता लटीवाक्यं लटीवाक्येन रामः पुस्तकं पठति लटीवाक्यं पठिता रामः पठिता पठिता इति शब्देन रामः एव सूचयति कर्त्रार्थे अस्ति तृच् प्रत्ययः कर्त्रार्थे अस्ति सो रामः पुस्तकं पठिता पुस्तकं पुस्तकस्य रामः देन् कर्तृकर्मणो कृति इत्यनेन कर्मणि कर्मणि कर् षष्ट्यन्तपदं भवति पठिता इति रामः सूचयति पुस्तकम् इति कर्मशब्दं कर्तृकर्मणोः कृति तृच् पठिता इति कृदन्तं भवति पठिता इति कृत् प्रत्ययः तृच् प्रत्ययेन पठिता इति भवति रामः पठिता पठिता इति रामः सूचयति तत्कारणेन कृत् प्रत्ययस्य कारणेन कर्तृकर्मणोः कृति इत्यनेन कर्मणि कर्म पुस्तकम् इति पदं षष्टिविभक्ति भवति कर्तृकर्मणोः कृति इत्यनेन कर्तृ अथवा अनुक्तकर्मणि अनुक्तकर्तृ आर् अनुक्तकर्म षष्ट्यन्तं भवति अत्र पठिता इति शब्देन रामः सूचयति कर्ता सूचयति कर्म एव अनुक्तं भवति अनुक्तं भवति अनुक्तकर्म षष्टिविभक्ति भवति रामः पुस्तकस्य पठिता इति वाक्यं भवति पुस्तकस्य पठिता इत्यनेन पुस्तकस्य इति षष्ट्यन्तं पदं पठिता इति शब्दम् इति शब्देन त्रिजन्तशब्देन समासः न भवति इति त्रिजकाभ्यां कर्तरि इति सूत्रं वदति रामः केन सूत्रस्य निषेधः अस्ति केन सूत्रस्य निषेधः षष्ठी न निर्धारणे इत्यस्य न इति आगच्छति किमिषं महोदय I want to look at the Sutra book. Shashti iti 2-1 Astu Mahodaya. Shashti iti ityasya Nishedaka Sutra Trijaka Abhyam Kartari टु टु एय्ट् इति षष्ठी इति सूत्रं टु टु नैन् इति आरम्भतः टु टु सेवेन्टीन् इत्यस्य कृते षष्टिनिषेधकसूत्राणि सन्ति टु टु वाट् इस् दिस् त्रिजकाभ्यां कर्तरि टु टु फिफ्टीन् इति सूत्रम् त्रिजकाभ्यां कर्तरि त्रिजकाभ्यां कर्तरि याजकादिभिश्च न निर्धारणे पूर्णगुणसुखितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरि कर्तरि च आल् दीस् आर् षष्टिनिषेधकसूत्रास् महोदय आम् षष्टि इति उत्सर्गसूत्रस्य प्रभेदः का षष्टि इति उत्सर्गसूत्रस्य प्रभेदः का षष्ट्यन्तं पदं पदं षष्ठी इति षष्ट्यन्तं पदं प्रथमाविभक्तौ भवति. षष्ट्यन्तं पदेन सीतायाः पतिः, सीतायाः पतिः, सीतायाः इति पदं षष्टिविभक्तौ अस्ति. षष्टिविभक्तौ अस्ति कारणतः सीतापतिः, सामान्यपतिः नास्ति, सीताविशिष्टसम्बन्धयुक्तपतिः इति सूचयति सीतायाः पतिः. सीतापतिः अत्र षष्ठी इति उत्सर्गसूत्रस्य एकप्रभेदः सम्बन्धषष्ठी, अन्यत् अस्ति कृद्योगे षष्ठी. ओके, रैट् रैट् रैट्. अत्र कृद्योगे षष्ठी यत्र तु सम्बन्धः एव नास्ति, सो तत् त्यजतु. किन्तु कृद्योगे षष्ठी भवितुम् अर्हति षष्ठी इति उत्सर्गसूत्रस्य बलेन. तृच् एण्ड् नुवल् कृत् अस्ति कृत्वा कृदन्तं भवति, कृद्योगे षष्ठी भवितुम् अर्हति. कृद्योगे षष्ठी प्राप्ते सति कृद्योगे षष्ठी इति षष्ठी इति सूत्रेण उत्सर्गसूत्रस्य बलेन समासं कर्तुं शक्यते. तस्य निषेधः अस्ति त्रिचकाभ्यां कर्तरि. यदि अन्यकृदन्तम् अस्ति चेत् कृद्योगे षष्ठी भवति, किन्तु तृच् एवम् अक् इति कर्तृत्वे कृत् प्रत्यये अस्ति चेत् तत्र तस्य निषेधः भवति इति एव अस्ति. षष्टिसु कर्तरि त्रिचकाभ्याम् इत्युक्ते कर्तृत्वे तृच् एवम् अक् कृत्प्रत्यय अस्ति सुभ्यां, सः न तत्पुरुषसमासः भवति. तस्य कृते समासः कथं भवति? तृच् अक् नास्ति, कर्तृत्वे अन्यकृदन्तम् अस्ति चेत् कृद्योगे षष्ठी इति सूत्रेण षष्टिविहिता भवति. तत् तादृशषष्टि कृद्योगे समसनं कर्तुं शक्यते. आं महोदय, अन्यकृतन्तम् अदर् देन् त्रिज त्रिच् अराक अन्यकृतन्तं चेत् देन् अनुक्तकर्ता अथवा कर्म षष्ठी विहिता भवति, षष्ठीसमासः भवति. उदाहरणं यथा अपां सृष्टा, जलस्य सृष्टिकर्ता इत्यर्थः. अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने. सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययः विधानेन स्रष्टा. अपाम् इति पदम् अप् इति प्रातिपदिकात् निष्पन्नम्. अप् शब्दः नित्यबहुवचनान्तः स्त्रीलिङ्गशब्दः अस्ति. स्रष्टा इति तृच् प्रत्ययान्तः तृच् प्रत्ययान्तशब्दः कर्त्रर्थे विहितः इत्यतः कर्ता उक्तः भवति, कर्म च अनुक्तं भवति. आम्, अपां स्रष्टा, अपाम् इति जलस्य षष्ठी बहुवचनम्. अपाम् अप् इति पदस्य षष्ठी बहुवचनम्. अपां स्रष्टा, जलस्य सृष्टिकर्ता इत्यर्थः. अत्र स्रष्टा इति सृज् इति धातोः कृते तृच् प्रत्ययस्य विधानेन सृज् योगः तृच् इति सृतृ स्रष्टा. सृज् बिकम्स् स्रष्टा. ओके, ऐ डोण्ट् नो, ऐ एम् थिङ्किङ्ग् आफ् द सन्धि सूत्र. ओके, सृज् या सृज् योगः तृच् स्रष्टा इति भवति, पदं निष्पन्नं भवति प्रथमाविभक्तौ. तृच् प्रत्ययस्य अनुबन्धलोपानन्तरं किं भवति? तृ एव अवशिष्यते. जकार तकारस्य सन्धि केन सूत्रेण भवति? जकार तकार स्तोः स्तुनाश्चुः. सो सृज् योगः तु तकारः वुड् बिकम् ज् जि एव भवति. सो सृज् जृ सृज् सृज् जृ सृज् जृ बट् sr also comes. Oh no no, the srash, the rakara, the rkara becomes repa by sriji drisho jalya makiti. I think that an comes in the middle, so akiti pratyaya. So yeah, so the repa becomes, yeah, the repa comes, the rkara yansandhi happens, sr yogaha a yogaha ju yogaha trich. So sr yogaha a becomes sra, sra sraj, sraj, and then ju now became ju, jir. So sraj, srajr. Then j, how did it become sh? That is that sraj jr. How did that become sraj? I know that sutra, Madhya. This is srishta. Just like pitru becomes the pita, what is that sutra? That aptrintrich, swasrin, aptrin, neshri, hotru, potru, prashastranam, something like that. It's a long sutra. With that sutra, then it becomes... Shakara. Adesha bhavati, na? Adesha bhavati, yeah. Ananga adesha, right? No. Yeah, and then the thing would go away, right? And then the nakara would go away, something like that. Alnya bhyo dirga, then upada dirga will come. And then the nalopa pradipatikantasi. Okay, srashta. So, sraj, yeah, ra, akara comes in the beginning and then it becomes sraj, sraja, and then... Usha, Bhagini, you do one thing. In the Samasa Chintana WhatsApp group, you write the steps. No, in our group. In our okay. group. Samasa okay. Chintana Varga. Okay, I'll try. Because even I wanted to learn that. But some of the sutras are not known to me. Now I don't know, is it taking a Anangadesha by... Not now. You take your time. And then Prakriya, how it becomes Sruj. Yeah, I'll try. Sruj plus Sruj. Then how does it become Srishta? Srishta. I'll take it as an exercise. I'll try my hotel. I have sort of done this, I think. I remember any food. You were saying something? No. Okay. Then apam iti padam, ap iti pradipadikat nishpannam. Okay. Ap shabdaha nitya bahuvachanantaha strilinga shabdaha asti. Okay. Then srashta iti trich pratyanta shabdaha kartrarte vihitaha. Okay. Ityataha karta uktaha bhavati. Srashta itenena karta uktaha bhavati. Karma anuktam bhavati. Okay. Okay. Dhanyavadaha mohdaya. यदा ईश्वरः अपाम् उमापगिनी पठति वा उमापगिनी पठतु यदा ईश्वरः अपां सृष्टा इति वाक्ये ईश्वरः अपां सृष्टा इति वाक्ये ईश्वरः कर्ता अपां कर्म सृष्टा इति त्रिजन्तेन ईश्वरः इति कर्ता उक्तः इत्यतः ईश्वरः इति कर्तुः प्रथमा विभक्तिः जाता सृज् धातोः कर्म अस्ति अपां स्रष्टा इति कृदन्तस्य योगे अनुक्तकर्मणि षष्टी विभक्ति भवति कर्तृकर्मणोः कृति इत्यनेन सूत्रेण अतः कर्मणः षष्टी जाता येन अप्शब्दात् षष्टी विभक्तिः भवति अपाम् इति इदानीं षष्टा इति पदं त्रिजन्तं कर्तृत्वे विहितः इत्यतः कर्मणि या षष्टी अस्ति तस्याः समासः न भवति त्रिजन्तेन सह अपां सृष्टा इत्यत्र यः षष्टिसमासः प्राप्तः षष्टी इति सूत्रेण तस्य निषेधः क्रियते त्रिजकाभ्यां कर्तरि इति सूत्रेण अतः अप्षष्टा इति समासः न जायते व्यस्तप्रयोग एव करणीयः अपां सृष्टा इति अत्र ईश्वरः अपां सृष्टा इति वाक्ये ईश्वरः कर्ता अपां कर्म तेन सृष्टा सृजन्तयोगेन सृज् धातोः सृजन्तयोगेन सृष्टा इति भवति तत् ईश्वरः इति कर्ता उक्तः भवति अनुक्तः कर्म एव तेन अनुक्तकर्म षष्ठी भवति अपां केन सूत्रेण कर्तृकर्मणयोः कर्तृकर्मणोः कृति इति सूत्रेण षष्ठी भवति सो अप् शब्दस्य षष्ठी अपाम् इति तस्मात् षष्ठी शब्दः त्रिजन्त्येन सह न समासः भवति व्यस्तप्रयोग एव भवति अपां सृष्टा इति सम्यक् अत्र वर्गे तु किमपि जाता न कृतं वर्जस्य प्रता ओदनस्य पाचकः इति अपि उदाहरणानि न कृतम् इति कृत्वा अहमपि न कर्तुमिच्छामि प्रश्न अस्ति वा अरुणा भगिनी अवगतं न सृजकाव्यं कर्तरि सूत्रस्य प्रसक्तिः किम् अस्ति इति षष्टिविभक्ति कर्तुं न शक्यते कर्तुकर्मणो कर्मणोति इति सूत्रेण किमर्थं चेत् बाधकसूत्रमस्ति पृच् सृजकाव्यं कर्तरि इति सूत्रेण बाधकं भवति तदेव Anything need to be discussed further? Vijaya Bhagini? Atra Srijja iti dhatuhu kasmin gane asti? Srijja dhatu nasti, Srijja iti pratyaya asti. Pratyaya asti va? Srashta iti... Srijja, Srijja, Mahodashi. Srijja dhatu asti. You have to speak slightly loudly, Bhagini. I am not able to hear you. सृज् धातुः कस्मिन् गणे अस्ति महोदय सृज् भुवादिगणे एव अस्ति भुवादिगणे चेत् अत्र पुगन्धररूपदस्य आक्ट् करोति नो तस्मात् तुदादिगण एव अस्ति सृजति तुदादिगणे अस्ति महोदय तुदादिगणीय दिवादिगणीय सृज सृजो तुदादिपि अस्ति दिवादिपि अस्ति तुदादिगणे परस्मैपदी सकर्मकः अनिट् कर्तरि लोट् परस्मैपदी मध्यमपुरुषे एकवचनं भवति दिवादिगणे आत्मनेपदी भवति सृजते इति सृजति इति तुदादिगणीय धातु सृजते इति सृज्यते इति दिवादिगण सृज्यते Right. So, it is in two different ganas. Srijyate iti divadiganiya dhatu asti. Tat atmanepadi rupam. Srijyate iti tadadiganiya dhatu. Right. But both are srij visarge iti asti. Meaning samanam eva. Ubhayat. Ji, atra kridantam click karotu mahode. Kridantam. तुदादिगणीय वा अदा अदादिगणीय दिवादिगणीय सृज् इति धातोः इदानीं इति सृजति सृजति इति सृजति सृजति सृष्टा न सृष्टा सृजतु कृदन्त तत्र क्लिक् करोतु महोदय. तत्र ल्युट् स्रष्टा सृष्टि स्रष्टा नाट् सृष्टा स्रष्टा आर् भवति. आं महोदय. अनन्तरं तुमुनान्तं स्रष्टुम् इति भवति. स्रष्टुं स्रष्टुं सर्जनं सर्जनीय सर्जकः स्रष्टुं स्रष्टव्य स्रष्टा स्रष्ट्वा त्वा सृष्ट्वा तत्र तु सृष्ट्वा अस्ति गुणः न भवति त्वा प्रत्ययस्य. प्रसृज्य ल्यप् तवदु अस्ति सृष्टवान् सृष्टवती ता प्रत्ययस्य सृष्टा सृष्टः. त्रिज् अस्ति चेत् स्रष्टा ता प्रत्यय अस्ति चेत् सृष्टः. कर्तरि अस्ति सृजति क्लिक् करोतु महोदय. सृजति क्लिक् करोतु महोदय. अत्र सृज् सृज् एव. अनन्तरं अधः गच्छतु महोदय. तावदेव सृजति एव सृजति एव. धन्यवादः महोदय. The prakriyas are given even for the srashta mode? No. So then the prakriya has not been given. Asti chet yetat samichinataya agachiti eva. Srashta rupam luttu prate eva bhavati. Srashta. Srashta. Yeah, yeah. No, I was looking at the thinking of the sutras beginning. The first akara I remember certainly is sriji drisho jalyam akiti 6158. No atra jakara se sthane shakara ga srashta kamikad. Yeah, kamikad. So sriji drisho jalyam akiti. Yeah, so sriji yoga ta ta. Oh, how did that come? Oh, tas shatasi lrulutoho das yogaha ta da tas yogaha a. Then how did they bring shatasi lrulutoho? Shatasi lrulutoho because we are taking lut lakara na ataha. Oh, lut. Okay. In the lut. Oh, in the lut they are showing. Okay. Oh, okay. Yeah, I thought we are looking at the krit pratyaya. No. Ardhadatuka prakriya ta isti asti na. Oh, whether okay. it is trich or ta, it is a haladi apit sadhanda. Ardhadatuka masti na. Ardhadatuka, yeah. Haladi. Atra shakara, jakara se sthane, vrachya vrachya iti bhrukat sutra na shakara ka agatya, anantaram stuna stuku iti ane na strashta iti antimarupaneshpanam. Sriji drisho jalyam akiti, yeah, and then that's how it comes. It's not sraj dhatu, no? It is not sraj. Sraj becomes sraj, Bhagini, because sriji drisho jalyam akiti, 6158, it shows there. Sri yoga, the A is brought in because of the sutra 6158. अत्र इको एनचि इत्यनेन आर् भवति अतः एव सृज् इति भवति. ऋकारस्य स्थाने आर् भवति गुणः भूत्वा तत्र इको एनचि सृजि दृशो जलि जलि अकिति अकिति. सो मु सि मितचोन्त्यात् परः इत्यनेन इन् बिट्वीन् पोर्दत् इन् बिट्वीन् दट् इस् वै इट् कम्स् इन् बिट्वीन् इट् कम्स् इन् बिट्वीन् sru ab plus j sru aj plus t ta then sru plus a becomes sra. So that is a equivalent sraj and sraj is here as teacher then vrajya brashya srijaraja yaja chaha chaha iti tatra shakara adesha bhavati shakara adesha bhavati. सृज् इति शकारा वन्दकः नास्तु ஆமா சகார வந்த அப்புறம் ஸ்டுனா ஸ்டு சகார கெட்ஸ் ரிப்ளேஸ் பை எ தகார சேம் திங் த சூத்ராஸ் ஆர் த சேம் ஃபார் த்ரிச் ஆல்சோ ஒன்லி இன்ஸ்டெட் ஆஃப் தா இட் வில் பி த்ரிச் த்ரு இட் வில் பி தட்ஸ் ஆல் நோ மாதர் பட் ஸ்ரஷ்டா இஸ் இத்யேவ ஃபைனலி ரைட் சோ தேர்ஸ் அனதர் பிகாஸ் ஆஃப் த ரிகாரா then something else should come. The tru tru is haladi apit ardhadhatuka prakti asti na then but then it becomes pratipatika right for tru it becomes the, like a pratipatika there so then then we bring in the s for the prathama vibhakto ekavachanam ah that is swaujas swaujas amouchas so we had then sraj yogah tru then it becomes fresh ta but that is by, then more sutras have to come let, let me the anang adesha would come and then the nakara would go away and then oh upada dirgha should that. happen yeah I think let you can work on the homework and send it to us we'll be learning that from you I also don't know completely Madhya I'm only guessing okay so is there anything to be discussed otherwise I'm also running nose and not keeping well. Uma Bhagini, anything to be discussed? Atra Mahodaye, Shak iti bhavati. Iti... Sutra. Shak iti shabda rupa, shabda rupa matra svi kurmaha chet. Atra Sraji iti pratipadika masti. Jakaranta srilinga padam, Sraji. Anantaram tatra prathama vibhakti शक् इति भवति अनन्तरं श्रग् इति भवति वा अवसाने इत्यनेन अनन्तरं करिचय इत्यनेन रूपद्वयं भवति श्रक् श्रक् भवति जकारस्य स्थाने चोहो कुः इत्यनेन ककारः भूत्वा अनन्तरं वा अवसाने इत्यनेन प्रथमं श्रग् इति भवति चोहो कुः इत्यनेन श्रग् भवति अनन्तरं करिचय इत्यनेन श्रक् भवति प्रथमविभक्ति एकवचनं प्रातिपदिकं स्रज् भवति वा स्रग् भवति वा स्रज् स्रज् एतदेव प्रातिपदिकं शब्दकोशे पश्यतु महोदय जकारन्त स्त्रीलिङ्गपदम् अस्ति अत्र स्रज् इति भवति जकारः कथं तत्र स्रग् भवति चेत् अत्र चोहुकुः इत्यनेन स्रग् भवति तृतीयवर्णस्य स्थाने तृतीयवर्णः अनन्तरं करिचय इत्यनेन श्रक् भवति परन्तु अत्र किमपि सूत्राणि न दत्तमेव वाग् वाक् वाग् इति भवति खलु महोदय स्त्रीलिङ्गपदं जलां दशोन्ति इति सूत्रेण तृतीया भवति न जलं दशोन्ति अत्र न आगच्छति सज्ज स्थाने न सज्ज अस्ति खलु तत्र जकार जकार आफ्टर् दट् श्रग् भवति नो श्रग् बिकम् श्रग् देन् श्रग् हौ इट् बिकम् एकनिमिषं भगिनि ओके श्रग् भवति तत्र जकारस्य स्थाने चोहो कुः इत्यनेन तृतीयजकारस्य स्थाने तृतीयककारवर्णः आगच्छति अतः श्रग् इति भवति अनन्तरं करिच इत्यनेन प्रथमवर्णः आगच्छति श्रक् इति भवति एतत् वाग् वाक् तादृशमेव अत्र वाग् वाचो वाचः तादृशमेव अत्र अपि सृजौ सृजः इति भवति किमपि परिवर्तनं नास्ति कुत्रापि सृग्भ्याम् अत्र अपि चोहुकुः एतदेव कार्यं करोति अन्यत्र सृज् एव जकारः एव तिष्ठति प्रथमविभक्ति एकवचनमेव अत्र परिवर्तनं भवति चोहुकुः अनन्तरं करिच इत्यनेन तावदेव बिकास् विजय इस् थर्ड् वर्णः ककारस्य थर्ड् वर्णः आगच्छति चोहोकुः इति सूत्रेण परिचय इत्यनेन तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति चर्त्वं भूत्वा तावदेव सम्बोधनपदम् अपि तादृशमेव भवति यथा प्रथमविकल्पेन भवति न अत्र विकल्पः नास्ति एव शक् एव भवति हे शक् हे श्रग् वाक् वाग् वाक् वाग् उभयस्य अस्ति न भावसाने इति विकल्पेन अन्यतरस्य विकल्पेन आं महोदय अन्यतरस्यां नास्ति महोदय अत्र अत्र वावसाने इति वा अस्ति न तत्र वा इति विकल्पेन अवसान अस्ति चेत् अत्र अवसानं नास्ति खलु अत्र करिचय इत्यनेन एव कार्यं करोति वाक् इति न करिच तत् पूर्वमेव वावसानं कार्यं करोति न तत्र पश्यतु स्क्रीन् मध्ये वाच् इति ङल्याभो दीर्घादिति अस्ति कृत्वा वाक् इति भवति चोः कुः इति सूत्रेण भवति तदनन्तरं जलाञ्जशोन्ते अन्ते पदान्त अस्ति वाग् भवति वाग् इति स्थिते जलाञ्जसन्ते अपवाद अस्ति वा अवसाने इति अन्यरूपमपि साधु एव वाक् अथवा वाग् वाक् अपि साधु वाग् अपि साधु अनन्तरं चकारः एव वाचो वाचः इति भवति आम् धन्यवादः महोदय करिच केनाट् हल्ङ्याभ्यो दीर्घात् इत्यनेन सु लोपः भवति सो कर् इस् नाट् देर् बट् भगिनी अत्र सृज् इत्यत्र डिस्कशन् नास्ति सृष्ट रूपं तादृशमेव एकं रूपम् अन्ये अस्ति चेत् एतत् स्वीकृत्य एव अन्य कार्यं भवति एव सृज् अपि तत्र ऋकारान्त सृज् योगः तृ अपि अस्ति लैक् पितृ नेतृ बिकम्स् नेता नेतारौ नेतारः बिकम्स् पिता पितारौ पितरः जस्ट् लैक् दट् देन् सृज् योगः तृ सृज् तृ स्रष्टा इति भवति अन्यपदमस्ति वा महोदय एतत् विषये सृज् अस्ति जकारान्त द्रष्टव्यम् एव शब्दकोशे व्रज अस्ति न व्रजति आम् महोदय एतत् अपि वृष्टा भवति तत्र वृष्टि अपि तत्र वृष्टि अपि कीदृशपदमस्ति इक्तिन् प्रत्ययं योजनेन वृष्टिः इति स्त्रीलिङ्गपदं विकारान्त इदानीं व्रज् अस्तु अत्र स्थगयामः केन् वी स्टाप् शुभदिनं धन्यवादः धन्यवादः नमस्कारः